येण आगो अपराधे च येण आगो अपराधे च येण आगो अपराधे च येण आगो अपराधे च येण आगो अपराधे च येण आगो अपराधे च येण आगो अपराधे च येणः आगः अपराधे च येणः आगः अपराधे च येणः आगः अपराधे च येणः आगः अपराधे च येणः आगः अपराधे च अमीर् हुक् च रमेश्च देसे हच अञ्जि अञ्जि युजि भृजिभ्यः कुहु च अञ्चि अञ्जि भृजिभ्यः कुश्च भूरञ्जिभ्यां कित् वसेर्णित् छन्दे राधेश्च पचि वचिभ्यां सुट् च वही हा धाय भ्यश्चन्दसि यणश्चासिहि मिथुन्नेसिहि मिथुन्नेसिहि मिथुने असिहि मिथुने असिहि, मिथुने असिहि, मिथुने असिहि, नयि हना एह च, नयि हना एह च, नयि हना एह च, नयि हना एह च, नयि हना एह च, नयि हना एह च, नयि हना एह च, विधायो वेध च, विधायो वेध च, विधायो वेध च, विधायो वेध च, विधायो विधायो वेध च, विधायो वेध च, विधायो वेध च, विधायो वेध च, विधायः वेध च, विधायः वेध च, विधायः वेध च, विधायः विधायः वेध च, विधायः वेध च, नवो घुट च, नवो घुट च, नवो घुट च, नवो घुट च, नुवो घुट च, नुवो घुट च, नुवो घुट च, नुवः घुट च, नुवः घुट च, नुवः घुट च, नुवः घुट च, नुवो घुट च, नुवो घुट च, गति कार कोप पदयोः पूर्वपदं प्रकृति स्वरत्वं च, प्रकृति स्वरत्वं च, गति कारकोप पदयोः पूर्वपदं, गति कारकोप पदयोः पूर्वपदं प्रकृति स्वरत्वं च, प्रकृति स्वरत्वं च, गति कारकोप पदयोः पूर्वपदं प्रकृति स्वरत्वं च, प्रकृति स्वरत्वं च, गति कारकोप पदयोः पूर्वपदं, गति कारकोप पदयोः पूर्वपदं प्रकृति स्वरत्वं च, प्रकृति स्वरत्वं च, गति कारकोप पदयोः पूर्वपदं प्रकृति स्वरत्वं च, गति कारकोप पदयोः पूर्वपदं प्रकृति स्वरत्वं च, चन्द्रे मोडित, चन्द्रे मोडित, चन्द्रे मोडित, चन्द्रे मोडित, चन्द्रे हे महा डित, चन्द्रे हे महा डित, चन्द्रे हे महा डित, चन्द्रे हे महाडित, चन्द्रे मोडित, चन्द्रे मोडित, वयसि धायः, वयसि धायः, वयसि धायः, वयसि धायः, वयसि धायः, पयसि च, पयसि च, पयसि च, पयसि च, पुरसि च, पुरसि च, पुरसि च, पुरुरवाः, पुरुरवाः, पुरुरवाः, पुरुरवाः, पुरुरवाः, पुरुरवाः, पुरुरवाः, चक्षेर्बहुलं सिच्च, चक्षेर्बहुलं सिच्च, चक्षेर्बहुलं सिच्च, चक्षेर्बहुलं सिच्च, चक्षेर्बहुलं सिच्च, चक्षेर्बहुलं सिच्च, चक्षेर्बहुलं सिच्च, चक्षेर्बहुलं सिच्च, उषः किच्च, उषः किच्च, उषः किच्च, उषः किच्च, उषः किच्च, दमेरु नसिहि, दमेरु नसिहि, दमेरु, दमेरु नसिहि, दमेरु नसिहि, दमेरु नसिहि, दमेरु नसिहि, दमेहे वनसिहि, दमेहे वनसिहि, दमेहे वनसिहि, दमेरु नसिहि, दमेरु नसिहि, दमेरु नसिहि, दमेहे वनसिहि, अंगे रसि, अंगे रसि, अंगे हे असि, अंगे रसि, अंगे हे असि, अंगे हे असि, अंगे हे असि, सर्ते रप पूर्वपदादसिहि, सर्ते रप पूर्वपदादसिहि, सर्ते रप पूर्वपदादसिहि, सर्ते रप पूर्वपदादसिहि, सर्ते रप पूर्वपदादसिहि, सर्ते हे अप पूर्वपदात् असिहि, सर्ते हे अप पूर्वपदात् असिहि, सर्ते हे अप पूर्वपदात् असिहि, सर्ते हे अप पूर्वपदात् असिहि, सर्ते हे अप पूर्वपदात् असिहि, सर्ते हे अप पूर्वपदात् असिहि, सर्ते रप पूर्वपदादसिहि, सर्ते रप पूर्वपदादसिहि, सर्ते हे अप पूर्वपदात् असिहि, विधि भुजिभ्यां विश्वे असिहि, विधि भुजिभ्यां विश्वे असिहि, विधि भुजिभ्यां विश्वे असिहि, विधिभुजिभ्यां विश्वे असिः विधिभुजिभ्यां विश्वे असिः विधिभुजिभ्यां विश्वे असिः विधिभुजिभ्यां विश्वे असिः विधिभुजिभ्यां विश्वे असिः विधिभुजिभ्यां विश्वे असिः वसेः कनसिः वसेः कनसिः वसेः कनसिः वसेः कनसिः वसेः कनसिः वसेः कनसिः क्लोज़।